पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 16 भीष्म उवाच यदेतत्कथितं ब्रह्मं तीर्थमाहात्म्यमुत्तमं कमलस्याभिपादेन तीर्थं जातं धरातले तत्रस्तेन भगवदा विष्णुना शङ्करेण च यत्कृतं मुनिशार्दूल तत्सर्वं परिकीर्तय कथं यज्ञो हि देवेन विभुना तत्र कारितः के सदस्या ऋत्विजश्च ब्राह्मणा के समागताः के भागास्तस्य यज्ञस्य किं द्रव्यं का च दक्षिणा का वेदी किं प्रमाणं च कृतं तत्र विरञ्चिना यो याज्य सर्वदेवानां वेदैः सर्वत्र पठ्यते कं च काममभिध्यायन्वेधायज्ञं चकारः यथासौ देवदेवेशो ह्यजरश्चामरश्चः तथा चैवाक्षयस्वर्गस्तस्य देवस्य दृश्यते अन्येषां चैव देवानां दत्तस्वर्गो महात्मना अग्निहोत्रार्थमुत्पन्ना वेदा ओषधयस्तथा ये चान्ये पशवो भूमौ सर्वे ते यज्ञकारणाद् सृष्टा भगवदानेन इत्येषा वैदिकी श्रुतिः तदत्र कौतुकं मह्यं श्रुत्वेदं तव भाषितं यं काममधिकृत्यैकं यत्फलं याञ्च भावनां कृतश्चानेन वै यज्ञः सर्वं शंसितुमर्हसि शतरूपा च या नारी सावित्री सात्विहोच्यते भार्या सा ब्रह्मणः प्रोक्ता ऋषीणां जननी च सा पुलस्त्याद्यान्मुनीन् सप्त दक्षाद्यांस्तु प्रजापतीन् स्वायम्भुवादींश्च मनून् सावित्री समजी जनद धर्मपत्नीं तुदां ब्रह्मा पुत्रिणीं ब्रह्मणप्रियः पतिव्रतां महाभागां सुव्रतां चारुहासिनीं कथं सतीं परित्यज्य भार्यामन्यामविं ददा किं नाम्नी किं समाचारा कस्य सा तनया विभोः क्व सा दृष्टा हि देवेन केन चास्य प्रदर्शिता किं रूपा साधु देवेशी दृष्टा चित्तविमोहिनी यां तु दृष्ट्वा स देवेश कामस्य वशमेयिवान् वर्णदो रूपतश्चैव सावित्र्यास्त्वधिका मुने या मोहिदवदी देवं सर्वलोकेश्वरं विभुं यथा गृहीतवान् देवो नारीं तां लोकसुन्दरीं यथा प्रवृत्तो यज्ञोऽसौ तथा सर्वं प्रकीर्तय तां दृष्ट्वा ब्रह्मणपार्श्वे सावित्री किं चकारः सावित्र्यां तु तदा ब्रह्मा कां तु वृत्तिमवर्तत सन्निधौ कानि वाक्यानि सावित्री ब्रह्मणा तदा उक्ताप्युक्तवती भूय सर्वं शंसितुमर्हसि किं कृतं तत्र युष्माभिः कोपो वाध क्षमापि वा यत्कृतं तत्र यद्दृष्टं यत्तवोक्तं मया त्विह विस्तरेणेह सर्वाणि कर्माणि परमेष्टिनः श्रोतुमिच्छाम्यशेषेण विधेर्यज्ञविधिं परं कर्मणामनुपूर्व्यं च प्रारम्भो होत्रमेव च ओदुर्भक्षो यथा चापि प्रथमा कस्य कारिदा कथं च भगवान् विष्णुः साहाय्यं केन कीदृश्यम् अमरैर्वा कृतं यच्च तत् भवान् वक्तुमर्हति देवलोकं परित्यज्य कथं मर्त्यमुपागतः गार्हपत्यं च विधिना अन्वाहार्यं च दक्षिणम् अग्निमाहवनीयं च वेदीं चैव तथा स्रुवं प्रोक्षणीयं श्रुचं चैव आवभृत्यं तथैव च आग्नीं स्त्रींश्च यथा चक्रे हव्यभागवहान् हि वै हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि भागार्थं यज्ञविधिना ये यज्ञा यज्ञकर्मणि यूपान् समित्कुशं सोमं पवित्रं परिधीनपि यज्ञियानि च द्रव्याणि यथा ब्रह्माचकारः विबभ्राजपुरायश्च परमेष्ट्येन कर्मणा क्षणानिमेषा काष्ठाश्च कलास्त्रैकाल्यमेव च मुहूर्तास्तिधयो मासा दिनं संवत्सरस्तथा ऋधवकालयोगाश्च प्रमाणं त्रिविधं पुरा आयुः क्षेत्राण्यपचयं लक्षणं रूपसौष्ठवम् त्रयो वर्णास्त्रयो लोकास्त्रैविध्यं पावकास्त्रयः त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः सृष्टा लोका परा स्रष्टा ये चान्ये नल्पचेतसा या गतिर्धर्मयुक्तानां या गतिपापकर्मणां चादुर्वर्ण्यस्य प्रभवश्चादुर्वर्ण्यस्य रक्षिता चतुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः यः परं परदः प्राह परं यः परमात्मवान् सेदुर्यो लोकसेदूनां मेध्यो यो मेध्यकर्मणां वेद्यो यो वेदविदुषां यः प्रभुः प्रभवात्मनाम् अशुभूतश्च भूतानामग्निभूतोऽग्निवर्चसां मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनां विनयोनय वृत्तीनां तेजस्तेजस्विनामपि इत्येतत्सर्वमखिलान् सृजन् लोकपितामहः यज्ञाद्गतिं कामन्वैच्छत्कथं यज्ञे मधिकृता यश मे संशयो ब्रह्मन्येष मे संशयः परः आश्चर्यपरमो ब्रह्म देवैर् दैत्यैश्च पठ्यते कर्मणाश्चर्यभूतोऽपि तत्त्वतः स इहोच्यते पुलस्त्य उवाच प्रश्नभारो महानेष त्वयोक्तो ब्रह्मणश्च यः यथाशक्ति तु वक्ष्यामि श्रूयतां तत्परं यशः सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् सहस्रश्रवणं चैव सहस्रकर्मव्ययं सहस्रजिह्वं सहस्रं सहस्रपरमं प्रभुं सहस्रदं सहस्रादिं सहस्रभुजमव्ययं हवनं सवनं चैव हव्यं होतारमेव च पात्राणि च पवित्राणि वेदीं दीक्षां चरुं स्रुवम् सृक्सोममवभृच्चैव प्रोक्षणीं दक्षिणाधनम् अध्वर्युं सामगं विप्रं सदस्यान् सदनं सदः यूपं समित्कुशं दर्वी चमसोलूकलानि च प्राग्वंशं यज्ञभूमिं च कोदारं बन्धनं च यद ह्रस्वान्यधिप्रमाणानि प्रमाणस्थावराणि च प्रायश्चित्तानि वाजश्च स्तण्डिलानि कुश्यास्तथा मन्त्रं यज्ञं च हवनं वह्निभागं भवं चयम् अग्रे भुजं होमभुजं शुभार्चिषमुदायुधम् आहो वेदविदो विप्रायो यज्ञशाश्वतप्रभुः यां पृच्छसि महाराज पुण्यां दिव्यामिमां कथां यदर्थं भगवान् ब्रह्मा भूमौ यज्ञमधाकरोद् हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ब्रह्माध कपिलश्चैव परमेष्टि तथैव च देवासप्तर्षयश्चैव त्र्यम्बकश्च महायशाः सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान् प्रजापतिः पुराणदेवोऽथ तथा प्रचक्रे प्रदीप्तवैश्वानरतुल्यतेजाः पुरा कमलजादस्य स्वपतस्तस्य कोटरे पुष्करे यत्र सम्भूता देवा ऋषिगणास्तथा येष पौष्करको नाम प्रादुर्भावो महात्मनः पुराणं कथ्यते यत्र वेदस्मृतिसुसंहितम् वराहस्तु श्रुतिमुखप्रादुर्भूतो विरिञ्चिनः सहायार्थं सुरश्रेष्ठो वाराहं रूपसंस्थितः विस्तीर्णं पुष्करे कृत्वा तीर्थं होकामुखं हि तद् वेदपादो यूपदंष्ट्रक्रदुहस्तश्चिदीमुखः अग्निजिह्वोदर्भरोमा ब्रह्मशीर्षो महातपः अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः वाय्वन्तरात्मा मन्त्रास्थिरापस्विक् सोमशोणितः वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् प्राग्वंशकायो द्युतिमानाना दीक्षाभिरर्चितः दक्षिणाहृदयो योगी महासत्रमयो महान् उपाकर्मेष्टि रुचिरप्रवर्ग्यावर्तभूषणः छायापत्नीसहायो वै मणिशृङ्गमिवोच्छ्रितः सर्वलोकहितात्मा यो दंष्ट्रयाभ्युजहारगां ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ततो जगामनिर्वाणं पृथिवी धारणाधरिः एवमादिवराहेण धृत्वा ब्रह्महितार्थिना उद्धृता पुष्करे पृथ्वी सागराम्बुगदा पुरा पृथशमदमाभ्यां यो दिव्ये कोकामुखे स्थितः आदित्यैर्वसुभिस्साध्यैर्मरुद्भिर्दैवतैः सह रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः दिग्भिर्विदिग्भिः पृथिवी नदीभिः सह सागरैः चराचरगुरुश्रीमान् ब्रह्मा ब्रह्मविदाम्बरः उवाच वचनं कोकामुखं तीर्थं त्वया विभो पालनीयं सदा गोप्यं रक्षाकार्यामके त्विह एवं करिष्ये भगवांस्तदा ब्रह्माणमुक्तवान् उवाच तं पुनर्ब्रह्मा विष्णुं देवं पुरस्थितं त्वं हि मे परमो देवस्त्वं हि मे परमो गुरुः त्वं हि मे परमं धाम शक्रादीनां सुरोत्तम उद्भुल्लामलपद्माक्ष शत्रुपक्षक्षयावः यथा यज्ञेन मे ध्वंसो दानवैश्च विधीयते त तथा त्वया विधातव्यं प्रणतस्य नमोऽस्तु दे विष्णुरुवाच भयं त्यजस्व देवेश क्षयं नेष्यामि दानवान् ये चान्दे विघ्नकर्तारो यादु धानास्तथा सुराः कादयिष्याम्यहं सर्वान् स्वस्ति तिष्ठपितामहः एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः प्रपवुश्च शिववादा प्रसन्नाश्च दिशो दश सुप्रभाणिजज्योतींषि चन्द्रं चक्रुः प्रदक्षिणं न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिन्धवः नीरजस्का भूमिरासीत् सकला ह्लाददास्त्वपः जग्मुस्वमार्गं सरिदो नापि चुक्षुभुरर्णवाः आसन् शुभानीन्द्रियाणि नराणामन्तरात्मनां महर्षयो विदशोका वेदानुच्चैरवाचयन् यज्ञे तस्मिन् हविः पाके शिवा आसंश्च पावकाः प्रवृत्तधर्मसद्वृत्ता लोकामुदितमानसाः विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः ततो देवा समायादा दानवा राक्षसैः सह भूतप्रदपिशाचाश्च सर्वे तत्रागता क्रमाद् गन्धर्वाप्सरसश्चैव नागाविद्याधरागणः वानस्पत्याश्चौषधयो यच्चेहेद्यच्चने हदि ब्रह्मादेशान् मारुदेन आनीता सर्वतो दिशः यज्ञपर्वतमासाद्य दक्षिणामभिदो दिशम् सुरा उत्तरतः सर्वे मर्यादापर्वते स्थिताः गन्धर्वाप्सरसश्चैव मुनयो वेदपारगाः पश्चिमां दिशमास्ताय स्थितास्तत्र महाक्रतौ सर्वे देवनिकायाश्च दानवाश्चासुरागणाः अमर्षं पृष्ठतः कृत्वा सुप्रीतास्ते परस्परं ऋषीन् पर्यचरन् सर्वे शुश्रूषन् ब्राह्मणांस्तथा ऋषयो ब्रह्मर्षयश्च द्विजा देवर्षयस्तथा राजर्षयो मुख्यतमाः समायादाः समं ततः कथमश्च सुरोऽप्यत्र क्रतौ याज्यो भविष्यति पशवपक्षिणश्चैव तत्र यादादिदृक्षवः ब्राह्मणा भोक्तुकामाश्च सर्वे वर्णानुपूर्वशः स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ आगत्य वरुणो लोकात्पक्वं चान्नं स्वतोपचद वायुर्भक्षविकारांश्च रसपाची दिवाकरः अन्नपाचनकृत्सोमो मदिदादा बृहस्पतिः धनदानं धनाध्यक्षो वस्त्राणि विविधानि च सरस्वती नदाध्यक्षो गङ्गादेवी सनर्मदा याश्चान्यासरितपुण्याः कूपाश्चैव जलाशयाः पल्वलानि तडागानि कुण्डानि विविधानि च प्रस्रवाणि च मुख्यानि देव खादान्यनेकशः जलाशयानि सर्वाणि समुद्रासप्तसङ्ख्यकाः लवणेक्षु सुरा सर्पिर्दधि दुग्धजलैः समं सप्तलोकाः सपातालाः सप्तद्वीपाः सपत्तनाः वृक्षावल्यसदृणानि शाकानि च फलानि च पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमं सविग्रहाणि भूतानि धर्मशास्त्राणि यानि च वेदभाष्याणि सूत्राणि ब्रह्मणा निर्मितं च यद् अमूर्तं मूर्तमत्यन्तं मूर्तदृश्यं तदाखिलम् एवं कृते तद्धास्मिंस्तु यज्ञे पैदामहे तदा देवानां संनिधौ तत्र ऋषिभिश्च समागमे ब्रह्मणो दक्षिणे पार्श्वे स्थितो विष्णुः सनातनः वामपार्श्वे स्थितो रुद्रः पिनाकी वरदप्रभुः ऋत्विजां चापि वरणं कृतं तत्र महात्मना भृगुर्होदावृतस्तत्र पुलस्त्योध्वर्युसत्तमः तत्रोद्गादामरीचिस्तु ब्रह्मा वै नारदकृदः सनत्कुमारादयो ये सदस्यास्तत्र ते भवान् प्रजापदयो दक्षाद्या वर्णाब्राह्मणपूर्वकाः ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना वस्त्रैराभरणैर्युक्ता कृता वैश्रवणेन ते अङ्गुलीयै सकटकैर्मकुटैर्भूषिता द्विजाः चत्वारो द्वौ दशान्ये च षोडशर्त्विजः ब्रह्मणा पूजिता सर्वे प्रणिपादपुरःसरम् अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन् कृताविह पत्नी ममैषा सावित्री यूयं मे शरणं द्विजाः विश्वकर्मणमाहूय ब्रह्मणशीर्षमुण्डनं यज्ञेदु विहितं तस्य कारिदं द्विजसतमैः आदसेयानि वस्त्राणि दम्पत्यर्थे तथा द्विजैः ब्रह्मकोशेण ते विप्रा नादयानास्त्रिविष्टपम् पालयन्तो जगच्छेदं क्षत्रियाः सायुधास्थिताः भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे रसबाहुल्ययुधं च भक्ष्यं भोज्यं कृतं ततः अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टप्रजापतिः प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः द्विजानां पादशुश्रूषा शूद्रै कार्या सदा त्विग पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं तेऽपि चक्रुस्तदा तत्र तेभ्यो भूय प्रीतामहः शुश्रूषार्थमयं यूयं तुरीयेदुपदे कृताः द्विजानां क्षत्रबन्धूनां बन्धूनां च भवद्विधैः त्रिभ्यशुश्रूषणाकार्येत्युक्त्वा ब्रह्मा तथाकरोद द्वाराध्यक्षं तथा चक्रं वरुणं रसदायकं वित्तप्रदं वैश्रवणं पवनं गन्धदायिनम् उद्योदकारिणं सूर्यं प्रभुत्वे माधवस्थितः सोमप्रदस्तेषां वामपक्षपदाश्रितः सुसत्कृता च पत्नी सा सवित्री जवराङ्गना अध्वर्युणा समाहूदा ये हि देवि त्वरान्विता उद्धिताश्चाग्नय सर्वे दीक्षाकाल उपागतः व्यग्राता कार्यकरणे स्त्रीस्वभावेन नागदाः इह नैव न कृतं किञ्चिद्वारे वै मण्डनं मया भित्यां वैचित्रकर्माणि स्वस्तिकम् प्राङ्गणेन तु प्रक्षालनं च भाण्डानां न कृतं किमपि त्विह लक्ष्मीर्मद्यापि नायादा पत्नी नारायणस्य या अग्ने पत्नी तदा स्वाहा धूम्रोर्नादु यमस्य तु वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा हृद्धिर्वै श्रवणी भार्या शम्भोर्गौरी जगत्प्रिया मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा गङ्गा सरस्वती चैव नाद्या यादाश्च कन्यकाः इन्द्राणी चान्द्रपत्नी तु रोहिणी शशिनः प्रियाः अरुन्धती वसिष्ठस्य सप्तर्षीणां च या स्त्रियः अनसूया त्रिपत्नी च तथान्या प्रमदा इह वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा नाद्यागदास्तु ताः सर्वा अहं तावस्थिता चिरम् नाहमेकाकिनी यस्य यावन्नायान्ति ता स्त्रियः ब्रूहि गत्वा वीरिं किं तु तिष्ठतावन्मुहूर्तकं सर्वाभिसहिताचाहमागच्छति त्वरान्विदा सर्वैः परिवृतशोभां देवै सह महामदे भवान् प्राप्नोति परमां तदाकं तु न संशयः वदमानं तदा ध्वर्युस्त्यक्त्वा ब्रह्माणमागतः सावित्री व्याकुला देवप्रसक्ता गृहकर्मणि सख्यो नाभ्यागता यावत् तावन्नागमनं मम एवमुक्तोऽस्मि वै देव कालश्चाप्यधिवर्तते यत्तेऽद्यरुचितं तावत् तत्कुरुष्व पितामह एवमुक्तस्तदा ब्रह्मा किञ्चित् कोपसमन्वितः पत्नीं चान्यां मदर्थे वै शीघ्रं चक्र इहानय यथा प्रवर्तते यज्ञकालहीनो न जायते तथा शीघ्रं विधित्स्वत्वं नारीं काञ्चिदुपानय यावद्यज्ञसमाप्तिर्मे वर्णे त्वां मा कृता मनः भूयोऽपि तां प्रमोक्ष्यामि समाप्तौ तु प्रदोरिह एवमुक्तस्तदा चक्रो गत्वा सर्वं धरातलं स्त्रियो दृष्टाश्च यास्तेन सर्वा परपरिग्रहाः आभीरकन्यारूपाढ्या सुनासा चारुलोचना न देवी न च गन्धर्वी नासुरी न च पन्नगीः न चास्ति तादृशी कन्या यादृशी सा वराङ्गना ददर्शतां सुचार्वङ्गीं श्रियं देवीमिवापरां सङ्क्षिपन्तीं मनोवृत्तिविभवं रूपसम्पदा यद्यस्तु वस्तु सौन्दर्याद्विजिष्टं लभ्यते क्वचिद् तच्छरीरसंलग्नं तन्वङ्ग्या ददृशे वरं तां दृष्ट्वा चिन्तयामास यद्येषा कन्यका भवेद् तन्मत्तकृतपुण्योऽन्यो न देवो भुवि विद्यते यो शिद्रत्नमिदं सेयं सद्भाग्यायां पितामहः सरागो यदि वा स्यात् सफलत्वेषमे श्रमः नीलाभ्रकनकाम्भोजविद्रुमाभां ददर्शदां त्विषं संबिभ्रदिमङ्गैकेशगण्डेक्षणाथरैः मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव प्रदग्धकृच्छयेनैव नेत्र वह्निशिखोत्करैः धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता कल्पिता चेत् स्वयं बुद्ध्या नैपुण्यस्य गतिपरा उत्तुङ्गाग्राविमौ सृष्टौ यन्मे सम्पश्यतः सुखं पयोधरौ नादिचित्रं कस्य संजायते हृदि रागोपखतदेहोयमधरो यद्यभिस्फुटं तथापि सेवमानस्य निर्वाणं सम्प्रयच्छति वहद्भिरपि कौडिल्यमलकै सुखमर्प्यते दोषोऽपि गुणवद्भादि भूरि सौन्दर्यमाश्रितः नेत्रयोर्भूषिता वन्दा वाकर्णाभ्याशमागतौ कारणाद्भावचैतन्यं प्रवदन्ति हि तद्विदः कर्णयोर्भूषणे नेत्रे नेत्रयोश्रवणाविमौ कुण्डलां जनयोरत्र नावकाशोऽस्ति कश्चन न तद्युक्तं कटाक्षाणं यद्विधाकरणं हृदि तव सम्बन्धिनो येत्र कथं ते दुःखभागिनः सर्वसुन्दरतामेदि विकारप्राकृतैर्गुणैः वृद्धे क्षणशतानां तु दृष्टमेषाय मया धनं धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता करोत्येष मनो नृणां सस्नेहं कृति विभ्रमैः एवं विमृशतस्तस्य तद्रूपापहृतत्विषः निरन्तरोद्गतैश्चन्नमभवत्पुलकैर्वपुः तां वीक्ष्य नवहेमाभां पद्मपत्रायदेक्षणां देवानामथ यक्षाणां गन्धर्वोरगरक्षसां नानादृष्टा मया नार्यो नेदृशी रूपसम्पदा त्रैलोक्यान्तर्गतं यद्वद्वस्तु तत्तत्प्रधानतः समादाय विधात्रास्य कृतारूपस्य संस्थितिः इन्द्र उवाच काशिकस्य कुतश्च त्वमागदा सुभृगध्यतां एकाकिनी किमर्थं च विधिमध्येषु तिष्ठसि यान्येतान्यङ्गसंस्थानि भूषणानि बिभर्षि च न इदानि तव भूषायै त्वमेतेषां हि भूषणं न देवी न च गन्धर्वी नासुरी न च पन्नगी किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने उक्ता मयापि बहुश कस्माद्दत्सेहिनोत्तरं त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपदि गोपकन्या त्वहं वीर विक्रीणामिह गोरसं नवनीतमिदं शुद्धं दधि चेदं विमण्डकं दध्ना चैवात्र तक्रेण रसेनापि परन्तप अर्धियेनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम् एवमुक्तस्तदा चक्रो गृहीत्वा तां करे दृढम् अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः नीयमाना तु सा तेन क्रोशन्ती पितृमादरौ हातादमादर्हा भ्रादर्नयत्येष नरो बलाद यदि वास्ति मया कार्यं पितरं मे प्रयाचय स दास्यति हि मां नूनं भवतः सत्यमुच्यते का हि नाभिलषेत् कन्या भर्तारं भक्तिवत्सलं नादेयमपि ते किञ्चित् पितुर्मे धर्मवत्सल प्रसादयेतं शिरसा मां सतुष्टप्रदास्यति पितुश्चित्तमविज्ञाय यद्यात्मानं ददामि ते धर्मो हि विपुलो नश्येत्तेन त्वां न प्रसादये भविष्यामि वशे तुभ्यं यदि तादप्रदास्यति युद्धमाभाष्यमाणस्तु तदा शक्रो न यच्छतां ब्रह्मण पुरतस्थाप्य प्राहास्यार्थे मया बले आनीतासि विशालाक्षि मा शुचो वरवर्णिनि गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिं कमलामेव दामेने पुण्डरीकनिभेक्षणं तप्तकाञ्जनसद्भित्ति सदृशा पीनवक्षसं मत्तेभहस्तवृतोरुं रक्तोत्तुङ्गनखद्विषं तं दृष्ट्वा मन्यदात्मानं सापि मन्मथनं चरं तत्प्राप्तिहेतुकधिया गतचित्ते वलक्ष्यते प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत यद्येष मां सुरूपत्वादिच्छत्या दातुमाग्रहाद नास्ति श्रीमन्दिनी का जिन्मत्तो धन्यतरा भुवि अनेनाहं समानीता यच्चक्षुर्गोचरं गता अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखं भवेयमपमानाच्च दिग्रूपा दुःखदायिनी दृश्यते चक्षुषानेन यापि योषित् प्रसादतः सापि धन्यान सन्देह किं पुनर्यां परिष्वजेद जगद्रूपमशेषं हि पृथक् सञ्चारमाश्रितं लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना अस्योपमा स्मरसाध्वी मन्मथस्य त्विषोपमा तिरस्कृतस्तु शोकोऽयं पितामादानकारणं यदि मां नैष आदत्ते स्वल्पमयि न भाषते अस्यानुस्मरणान्मृत्युप्रभविष्यति शोकजः अनागसि च पत्न्यां तु क्षिप्रं या देयमीदृशी कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः मुखमस्य प्रपश्यन्त्या मनो मे ध्यानमागतम् अस्याङ्गस्पर्शसंयोगान् न चेत्त्वं बहुमन्यसे स्पृशन्नडसि तर्हि न त्वं शरीरं विदधं परम् अथ वास्य न दोषोऽस्ति यदृच्छाचारको ह्यसि मुषितस्मरनूनं त्वं संरक्षस्वां प्रियां रतिं त्वत्तोऽपि दृश्यते येन रूपेणायं स्मराधिकः ममानेन मनोरत्नसर्वस्वं च हृदं दृढं शोभाया दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि नोपमा सकलं कस्य निष्कलं केन शस्यते समानभावतां व्याधिपङ्कजं नास्य नेत्रयोः कोपमा जलशङ्खेन प्राप्ता श्रवणशङ्खयोः विद्रुमोऽप्यधरस्यास्य लभते नोपमां ध्रुवम् आत्मस्तममृदं ह्येष संस्रवंश्चेष्टदे ध्रुवं यदि किञ्चिच्छुभं कर्म जन्मान्तरशधैकृतं तत्प्रसादात् पुनर्भर्ता भवत्येष मप्मेप्सितः एवं चिन्तापराधिना यावत् सा गोपकन्यका तावत् ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं वचः देवी चैषा महाभागा गायत्री नामदः प्रभो एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम् तदेनामुद्वहस्वाद्य मया दत्तां जगत्प्रभो गान्धर्वेण विवाहेन विकल्पं मा कृधाश्चरम् अमुं गृहाण देवाद्य अस्या पाणिमनाकुलं गान्धर्वेण विवाहेन उभये मे पितामहः तामवाप्य तदा ब्रह्म जगादाध्वर्युसतमम् कृता पत्नी मया ह्येषा सदने मे निवेशय मृगशृङ्गधरा बाला क्षौमवस्त्रावङ्गुण्ठिता पत्नीशालां तदानीता ऋत्विग्भिर्वेदपारकैः औदुम्बरेण दण्डेन प्रावृतो मृगचर्मणा महाद्वरे तदा ब्रह्मा धाम्ना स्वेनैव शोभते प्रारब्धं च ततोहोत्रं ब्राह्मणैर्वेदपारकैः भृगुणा सहृदै कर्म वेदोक्तं तैः कृतं तदा युगसहस्रं तु स यज्ञपुष्करे भवद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे गायत्री संग्रहो नाम षोडशोऽध्यायः ॐ